सप्त प्राण प्रभवन्ति तस्मा सप्तार्चिः समिदः सप्त होमाः सप्ते मे लोकाये शरन्ति प्राणाः गुहाशयानि हिताः सप्त सप्त। किञ्च सप्तशीर्षण्याः प्राणाः तस्मादेव पुरुषात् प्रभवन्ति, तेषां सप्त अर्चिषः दीप्तयः स्वस्वविषय अवद्योतनानि, तथा सप्तसमिदः सप्तविषयः विषयैर्हि समिध्यन्ते प्राणाः। सप्तहोमः तद्विषय विज्ञानः, यदस्य विज्ञानं त्वज्जुहोति इति श्रुत्यन्तर। किञ्च सप्त इमे लोकः इन्द्रियस्थानानि येषु चरन्ति सञ्चरन्ति प्राणाः इति विशेषणात्। प्राण येषु चरन्ति इति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्त्यर्थम्। गुहायां शरीरे हृदयेव स्वापकाले शेरतेति गुहाशेरः, निहितः स्थापितः धात्र सप्त सप्त प्रतिप्राणिभेदः। यानि च आत्मयाजनां विदुषां कर्माणि कर्मफलानि च, अविदुषां च कर्माणि तत्साधनानि कर्मफलानि च, सर्वं च एतत् परस्मादेव पुरुष सर्वज्ञात् प्रसूतमिति प्रकरणात्। अतः समुद्रागिरयश्च सर्वे स्मास्यन्दन्ते सिन्धवः सर्वरूपाः, अतश्च सर्वावोषधयोरसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा। अतः पुरुषः समुद्रः सर्वेक्षाराध्यः, गिरयश्च हिमवदादयः अस्मादेव पुरुषात् सर्वे, स्यन्दन्ते स्रवन्ति गङ्गाद्यः सिन्धवः नद्यः सर्वरूपाः बहुरूपाः, अस्मादेव पुरुषा सर्वाः ओषधयः व्रीह्यवाद्यः। रसश्च मधुरादिः षड्विधः, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः तिष्ठते तिष्ठति हि अन्तरात्मा लिङ्गं सूक्ष्मं शरीरं। तद्धि अन्तराले शरीरस्य आत्मनश्च आत्मवद्वर्तते इति अन्तरात्मा। पुरुष एवेदं विश्वं कर्म तपो ब्रह्मपरामृतम्, एतद्यो वेदनिहितं गुहायां सौविद्याग्रन्थिं विकिरतीह सौम्यम्। एवं पुरुषात् सर्वमिदं सम्प्रसूतम्, अतो वाचारम्भणं विकारो नामधेयम् अनृतं पुरुष इत्येव सत्यम्। अतः पुरुष एव इदं विश्वं सर्वं, न विश्वं नाम पुरुषादन्यत् किञ्चिदस्ति। अतो यदुक्तं तदेव इदम् अभिहितं, कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवति। एतस्मिन् हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्यदस्ति इति विज्ञातं भवति। किं पुनः इदं विश्वम् इत्युच्यते? कर्म अग्निहोत्रादिलक्षणं, तपः ज्ञानं तत्कृतं फलम् अन्यदेव तावद्धि इदं सर्वं। तच्च एतद् ब्रह्मणः कार्यं, तस्मात् सर्वं ब्रह्मपरामृतं परमम् अमृतम् अहमेव इति यो वेद, निहितं स्थितं गुहायां हृदि सर्वप्राणिनां, सः एवं विज्ञानात् अविद्याग्रन्थिं ग्रन्थिमिव दृढीभूताम् अविद्यावासनां विकिरति विक्षिपति विनाशयति यः जीवन्नेव न मृतः सन् हे सौम्यप्रियदर्शन। इति द्वितीयमुण्डके प्रथमखण्डभाष्यं। द्वितीयखण्डः। आविस्सन्निहितं गुहाचरं नाम महत्पदम् अत्र एतत् समर्पितम्, ये यत्प्राणं निमिषच्चायते तज्जानत सततद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम्। अरूपं सदक्षरं केन प्रकारेण विज्ञेयम् इत्युच्यते? आविः प्रकाशं सन्निहितं, वागादि उपाधिभिः ज्वलति भ्राजति इति श्रुत्यन्त्र शब्दादीन् उपलभमानव तव भासते। दर्शनश्रवणमननविज्ञानादि उपाधिधर्मैः आविर्भूतं सल्लक्षते हृदि सर्वप्राणिनः। यदेत आविर्भूतं ब्रह्म सन्निहितं सम्यक् स्थितं हृदि, तत् गुहाचरं नाम गुहायं चरतीति दर्शनश्रवणादिप्रकारैः गुहाचरमिति प्रख्यातम्। महत् सर्वमहत्त्वात् पदं पद्यते सर्वेण इति सर्वपदार्थास्पदत्वात् कथं तन्महत्पदम् इत्युच्यते? यतः अत्र अस्मिन् ब्रह्मणि एतत् सर्वं समर्पितं सम्प्रवेशितं रथनाभविव अरः। ये यत् चलत्पक्ष्यादि प्राण प्राणितीति प्राणापानादिमन् मनुष्यपश्वादि निमिषच्च यन्निमेषादिक्रियावत् यच्च अनिमिषत् च शब्दातो समस्तम् एतदत्रैव ब्रह्मणि समर्पितम्। एतं यदास्पदं सर्वं जानत हे शिष्य अवगच्छत तदात्मभूतं भवता सदसत् सदसस्वरूपं सद् असतोः मूर्तामूर्तयोः स्थूलसूक्ष्म्योः तद्व्यतिरेकेण अभवत् वरेण्यं वरणीयं तदैवः सर्वस्य नित्यत्वात् प्रार्थनीयं परं व्यतिरिक्तं विज्ञानात् प्रजानामिति व्यवहितेन सम्बन्धः यल्लौकिकविज्ञान अगोचरम् इत्यर्थः। यत् वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु तद्धि एकं ब्रह्म अतिशयेन वरं सर्वदोषरहितत्व यदर्चिमद्यदणुभ्योऽणु च यस्मिन् लोकानिहिता लोकिनश्च तदेतदक्षरं ब्रह्म स प्राणस्तदुवाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सौम्यविद्धि। किञ्च यत् अर्चिमत् दीप्तिमान् तद्दीप्त्या हि आदित्यादि दीप्यते इति दीप्तिमद्ब्रह्म। किञ्च यत् अणुभ्यः श्यामाकादिभ्योऽपि अणु च सूक्ष्मं च शब्द स्थूलेभ्योऽपि अतिशयेन स्थूलं पृथिव्यादिभ्यः यस्मिन् लोकः भूरादयः नीतः स्थितः ये च लोकिनः लोकनिवासिनः मनुष्यादयः चैतन्याश्रया हि सर्वे प्रसिद्धः तदेतत् सर्वाश्रयम् अक्षरं ब्रह्म स प्राणः तदु वाङ्मनः वाक्च मनश्च सर्वाणि च करणानि तदु अन्तश्चैतन्यं चैतन्याश्रयो हि प्राणीन्द्रियादि सर्वसङ्गातः प्राणस्य प्राणम् इति श्रुत्यन्तर यत् प्राणादीनाम् अन्तश्चैतन्यम् अक्षरं तदेत सत्यम् अवितथम् अतः अमृतम् अविनाशित वेद्धव्यं मनसा ताडयितव्यं तस्मिन् मनसः समाधानं कर्तव्यम् इत्यर्थः। यस्मादेवं हे सौम्य विद्धि अक्षरे चेतः समाधस्व अनुगृहीत्वा उपनिषदं महास्त्रं शरं हिपासानिषितं सन्दधीत आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्यविद्धि। कथं वेद्धव्यमिति उच्यते धनुः विश्वासनं गृहीत्वा आदाय औपनिषदम् उपनिषत्सुभवं प्रसिद्धं महास्त्रं महच्च तदस्त्रं च महास्त्रं धनुः तस्मिन् शरं किं विशिष्टमित्याह उपासानिषितं सन्तत अविध्यानेन तनूकृतं संस्कृतम् इत्येतत् सन्दधीत सन्धानं कुर्यात् सन्धाय च आयम्य आकृष्य सेन्द्रियम् अन्तःकरणं स्वविषयात् विनिवर्त्य लक्ष्ये एव आवर्जितं कृत्वा इत्यर्थः। न हि हस्तेनैव धनुषः आयमनम् इह सम्भवति तद्भावगतेन तस्मिन् ब्रह्मणि अक्षरे लक्ष्ये भावना भावः तद्गतेन चेतस लक्ष्यं तदेव यथोक्तलक्षणम् अक्षरं सौम्य विद्धि। प्रणवो धनुःशरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् यदुक्तं धनुरादिं तदुच्यते प्रणवः धनुः यथा विश्वासनं लक्ष्ये शरस्य प्रवेशकारणं तथा आत्मशरसि अक्षरे लक्ष्ये प्रवेशकारणं प्रणवेन हि अभ्यस्यमानेन संस्क्रियमाणः तदालम्बनं अप्रतिबन्धेन अक्षरे अवतिष्ठते यथा धनुष अस्तः इषुः लक्ष्ये अतः प्रणवो धनुरिव धनुः शरो हि आत्मा उपाधिलक्षणः पर एव जले सूर्यादिवदिह प्रविष्टः देहे सर्वबौद्धप्रत्ययसाक्षितये सः शर इव स्वात्मनि एव अर्पितः अक्षरे ब्रह्मणि अतः ब्रह्म तल्लक्ष्यमुच्यते लक्ष्यैव मनः समाधिस्वभिः आत्मभावेन लक्ष्यमाणत्व तत्रैवं सति अप्रमत्तेन बाह्यविषय उपलब्धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेण एकाग्रचित्तेन वेद्धव्यं ब्रह्मलक्ष्यं ततः तद्वेदनादूर्ध्वं शरवत्तन्मयः भवेत् यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति तथा देहादि आत्मदा भक्त्ये तिरस्करणेन अक्षरैकात्मत्वं फलम् आपादयेदित्यर्थः। यस्मिन् जः पृथिवी चान्तरिक्षम् ओतं मनः सह प्राणैश्च सर्वैः तमेवैकं जानतात्मानं मन्या वाचो विंततां तस्यैष सेतुः अक्षरस्यैव दुर्लक्षत्व पुनः पुनर्वचनं सुलक्षणार्थं यस्मिन्नक्षरे पुरुषे द्यौः पृथिवी च अन्तरिक्षं च ओतं समर्पितं मनश्च सह प्राणैः कर्णैः अन्यैः सर्वैः तमेव सर्वाश्रयम् एकम् अद्वितीयं जानत जानीत हे शिष्य आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च ज्ञात्वा च अन्याः वाचः अपरविद्यारूपाः विमुञ्चत परित्यजत तत्प्रकाश्यं च सर्वं कर्म ससाधनं यतः अमृतस्य एषः सेतुः एतदात्मज्ञानम् अमृतस्य अमृतत्वस्य मोक्षस्य प्राप्तिः सेतुरिव सेतुः संसारमहोदधेः उत्तरणहेतुत्व तथा च श्रुत्यन्तरं तमेव विदित्वातिमृत्यमेति नान्यः पन्था विद्यते जनाय इति अरायिव रथनाभौ संहतायत्नाड्यः स येषोऽन्तश्चरते बहुधा जायमानः ध्यायतमानं स्वस्तिवः पाराय तमसः परस्तान् किञ्च अराइव यथा रथनाभौ समर्पिता अराः एवं सम्मताः सम्प्रविष्टाः यत्र यस्मिन् हृदये सर्वतो देहव्यापिन्यः नाड्यः तस्मिन् हृदये बुद्धिप्रत्ययसाक्षीभूतः स एषः प्रकृतात्मा अन्तः मध्ये चरति वर्तते पश्यन् शृण्वन् मन्वानो विजानन् बहुध अनेकद क्रोधहर्षादिप्रत्ययैः जायमानः इव जायमानः अन्तःकरणोपाधि अनुविधायित्व वदन्ति हि लौकिको हृष्टो जातः क्रुद्धो जातः इति तम् आत्मानं सन्तः यथोक्तकल्पनया ध्यायथ चिन्तयत उक्तं च वक्तव्यं शिष्येभ्यः आचार्येण जानत शिष्याश्च ब्रह्मविद्या विविधिषुत्वा तु निवृत्तकर्माणः मोक्षपथे प्रवृत्तः तेषां निर्विघ्नतया ब्रह्मप्राप्तिम् आशास्ति आचार्यः स्वस्ति निर्विघ्नमस्तु वः युष्माकं पाराय परकूलाय कस्य अविद्यातमसः परस्तत् अविद्यारहितः ब्रह्मात्मस्वरूपगमनाय इत्यर्थः